अस्तु, तर्हि अद्य अदादिगणे अजन्तदातः इति विषयः प्रवर्तमानः अस्ति। तर्हि गतसप्ताहे वयं दृष्टवन्तः इत्युक्ते आहारान्तदातूनां विषये दृष्टवन्तः, यथा या वा भा इति। तर्हि तत्र प्रायः महोदय वदति वा, सुब्रह्मण्यं महोदय महोदय सम्यक् वदति, तर्हि सम्यक् पुनस्मरणं भविष्यति। सुब्रह्मण्यं महोदय आकारान्तधातुविषये वा भगिनि? अगादिगण आकारान्तधातुविषये अत्र आकारान्तधातवः पञ्चदशधातवः सन्ति। अत्र सामान्यकार्यमस्ति अत्र लङ्गः शाकटायनस्यैव। अत्र शाकटायनस्य मते अत्र लङ्गः आतः धातोः झेः जुस् भवति। इत्युक्ते अत्र प्रथमपुरुषबहुवचने झिस्थाने जुष् आदेशः भवति। अन् अपि भवति जुस् अपि भवति अत्र। अनन्तरम् अत्र अतः अत्र वायोगः प्रथमपुरुष बहुवचने अत्र आवायोगः युः भवति, आवायुः भवति। आवायोगः उः आवुः उस्यपदान्तात् इति कारणात् क्षम्यतां भगिनि, धन्यवादः। अत्र आवायोगः उः अनन्तरम् अत्र उच्यपदान्तात् इत्यस्मात् अत्र अपदान्तात् आत् अचि उसि एकः पूर्वपरयोः पररूपं संहितायाम्, अतः उकारः एव तिष्ठति अत्र। आवुः इति रूपं निष्पन्नं भवति अत्र। अनन्तरम् अत्र आवुः न आवुः इति अहं चिन्तयामि, भवान् वदति आकारान्तः वा अकारान्तः वा दीर्घ वा ह्रस्व वा महोदय? अत्र अहं चिन्तयामि दीर्घः एव अस्ति इति चिन्तयामि। दीर्घः वा, अहं चिन्तयामि ह्रस्वः इति। क्षम्यतां, म्यूट् मध्ये अस्मि। अत्र अकारान्तधातुः नास्ति, तर्हि लङ्लुङ्क्षु अडुदातः इत्यनेन अकारः एव अत्र आडागमः न भवति, अडागमः एव अत्र। धन्यवादः भगिनि। अत्र आयोगः वायोगः उः अत्र उच्यप्रान्तात् इत्यस्मात् अत्र आकार उकारयोः उकारः एव तिष्ठति, अतः अवुः इति रूपं निष्पन्नं भवति अत्र। अनन्तरम् अत्र अन्यस्मिन् स्थलेषु अत्र प्रायः कोऽपि भेदः नास्ति अत्र। अवायोगः अन् इति आवान् इति तदपि विकल्पेन अवायोगः अन् अवान् भवति खलु भगिनि? अवान् भवति, तदपि अस्ति विकल्पेन अवान् अवुः द्वयोः अपि अस्ति अत्र। धन्यवादः रामप्रियभगिनी। अग्रे दरिद्रधातुः वदति। आं भगिनि, दरिद्रधातुः तत्र जक्षित्यादयः षट् इति सूत्रेण जक्षित्यादयादीनां जक्ष् जागृ दरिद्र चकाशा दिधिङ् वेविङ् धातवः अभ्यस्तसंज्ञा प्राप्नोति। तत्र जक्षित्यादयः षट् अभ्यस्तम् इति अनुवृत्तिसहितसूत्रमस्ति। अभ्यस्तसंज्ञा इत्युक्ते द्वित्वं प्राप्नोति। उभे अभ्यस्तम् इति इति सूत्रेण अभ्यस्तं भवति. अभ्यस्तम् इत्युक्ते यदा द्वित्वम् इति धातोः द्वित्वं भवति इति चक्षित्यादीनां यदा तद्धातूनां अद्वित्वे इत्युक्ते द्वित्वं नास्ति चेदपि द्वित्वम् अभ्यस्तसंज्ञा एतत् सूत्रेण तद् प्राप्नोति. अत्र वदतु तदपि सामान्यसूत्रमस्ति अस्माकं किम् अस्ति अत्र अत्र अदभ्यस्तात् इत्यनेन किमिति प्रत्ययस्य कार्यद्वयं भवति. किम् इत्युक्ते अदभ्यस्तात् इत्यनेन अभ्यस्तात् अङ्गात् प्रत्ययादेः जकारस्य स्थाने अत् भवति. तर्हि तेन किं भवति यत्र लटि लोटि च अन्ति इति न भवति अति इति एव भवति. अनन्तरं लोटि अपि असु इति भवति. अन्तु इति न भवति असु इति भवति. तर्हि प्रत्ययस्य तादृशम् अद्रव्यस्थात् इत्यनेन एकं एकं विशिष्टकार्यं भवति अत्र धरिद्रादातोः. किमर्थमित्युक्ते अभ्यस्तसंज्ञा भवति तर्हि तदनुसृत्य कार्यं भवति प्रत्ययस्य. अन्यत् कार्यमस्ति सिज् अभ्यस्तविदभ्यस्तनेन सिज् प्रत्ययात् अभ्यस्तसंज्ञकात् धातोः दिस् धातोः च परसि जि प्रत्ययस्य जुस् आदेशः भवति. तर्हि कुत्र जुस् इत्युक्ते लङि एव जुस् भवति. जुस् इति विषयः लङ्कारस्य वैशिष्ट्यमस्ति. तर्हि लोटि न भवति. लोटो लङ्वत् इत्यनेन लोटि न भवति. लोटि न भवति. तर्हि लङि एव भवति. तर्हि लङि पुनः जकारस्य स्थाने दुस्तादेशः भवति अत्र. तर्हि अन्यस्य स्थाने लङि उकारः उः इति प्रत्ययः आयाति अत्र. तर्हि तादृश प्रत्ययनिमित्तिक कार्याणि द्वयं भव कार्यद्वये द्वे भवतः. अनन्तरं धातोः कार्यद्वयं भवति इत्युक्ते दरिद्रस्य इत्यनेन सामान्यकार्यम् अस्ति. श्नाभ्यस्यूरातः इत्यनेन अभ्यस्तसंज्ञा अस्ति. तर्हि आकारस्य लोपः भवति किमिति सार्वधातुके प्रत्यये परे. किन्तु यत्र हलाति इति सार्वधातुके प्रत्यये परे चेत् इद्दरिद्रस्य इति सूत्रेण इकारादेशः भवति. ईहल्यगोः प्रभावे इद्दरिद्रस्य इति आयुः. तर्हि ह्रस्वैकारः तर्हि तादृश प्रत्ययस्य कार्यद्वयं भवति. अनन्तरं धन्यवादः राज्ञी भगिनी. अत्र इकारान्त इकारान्तदातवः प्रथमं तिप् तिप् तिप् हलादि फिट् अस्ति. अतः गुणः भवति ई योगः अस्ति. ई स्थाने एकारस्य गुणः एकारः. एकारः योगः अस्ति एति इति रूपं भवति. मध्यमपुरुषः ई योगः भगिनि अत्र सर्वत्र यत् अस्ति तथा भगिनि सर्वत्र यत् अस्ति सर्वस्ति वा करपत्र पठित्वा एव रूपाणि अस्तु. इकारात् धातवः ईकारान्त धातवः च धातवः इन् इक् इङ् वि षी दीधि वेलि इन् गतौ इति धातुः. प्रथमबिन्दुः फलादिपित्सु गुणः इकारः योगः ति. इकारस्य गुणः एकारः. ए योगः ति एति. अजादिपित्सु गुणः गुणः अयादेशः एचो यव यवायावः इति सूत्रेण ई योगः आनि. ई स्थाने गुणं भूत्वा एकारः उच्यते. एकारयोग आदि एकारस्थाने अय आदेशः भवति अय आदेशः भवति अतः अययोगः आनि अयानि इति रूपं निष्पन्नं कलादि अपित्सु कलादि अपित्सु गुणनिषेधः णित्वद्भवति अतः ञित्तिद इति सूत्रेण गुणनिषेधः वर्णमेलमेव इ योगः तः इतः चतुर्बिन्दु अजादि अपित्सु अजादि अपित्सु अपि ञितिपिति इति सूत्रेण गुणनिषेधः अजिष्णु धातुभ्रुवां युवो युवो इयङ् इत्यस्य प्रसक्तिः अस्ति अनेन इयङ् आदेशः भवति परन्तु इदं सूत्रं प्रवाह्य इनो इत्यनेन यन् आदेशः अतः इ योगः अन्ति या योगः अन्ति यन्ति अग्रे पठामि वा कः अस्ति महोदय नमस्कारः मणिया नमस्ते महोदय महोदय पुष्पभगिनी नमस्ते पुष्पभगिनी नमस्ते महोदय हेमा अस्मि हेमा भगिनी नमस्ते हेमा भगिनी मणि महोदय महोदय कुत्र महोदय विलम्बः अत्र अधादिगणे अजन्तदातवः इति करपत्रम् अस्ति खलु तत्र द्वितीयबिन्दुः अस्ति इकारान्त इकारान्त दातवः इति महोदयेन पाठितं तदेव तत्र अजातिप्सु इति आयाति अजातिप्सु अचिश्रुरङ्गौ अत्र एव आम् महोदय अचिष्णु दातुभ्रुवां युवोर् यङ् उवङ्गौ इति अचिष्णु दातुभ्रुवो यङ् उवङ्गौ इत्यस्य प्रसक्तिः तत् प्रभात्य इनो यन् पुनः तत् प्रभात्य परत्वात् सार्वधातुकयोः सार्वधातुक आर्धधातुकयोः इत्यनेन गुणकार्यस्य प्रसक्ति प्राप्तिः अत्र अचिष्णु धातुभ्रुवो युवङ्गौ इनोयन् द्वयोः सूत्रयोः प्रभात्य सार्वधातुकं परत्वात् सार्वधातुकमेव गुणकार्यं कर्तुं भवति इति अर्थः इत्यत्र अजादि अपित्सु सार्वधातुक आर्धधातुकयोजनेन गुणकार्यस्य प्रसक्तिः अस्ति परन्तु अपित्वात् सार्वधातुकम् अपित् इति सूत्रेण ञित्वं तदा ञिति च इत्यनेन गुणः निषेधः तदा अचिष्णु धातु गुरु इयं वङ्गौ इत्यनेन इयङ् आदेशः तत् प्रभात्य इनो एन् इत्यनेन एन् प्राप्तिः पुनः पठामि वा महोदय अवगच्छति वा यत् उक्तमस्ति इति यत्र अजादिपित् अस्ति चेत् अस्माकं सामान्यसूत्रमस्ति अजादि अजादि प्रत्ययपरे किम् अस्ति चेत् अचिष्णुदातु योरिव इयङ्गु अङ्गौ इति सूत्रमस्ति तत् किं तत् तु साधारणसूत्रं तत्र न उक्तवती कित्वा अपित्वा निद्वत् इति किमपि तत्र नास्ति तत्तु सामान्यसूत्रमस्ति तर्हि अस्य प्रसक्तिः अस्ति किन्तु तद् प्रभादे अत्र तु इनो एम् इति सूत्रं कार्यं करोति किमर्थम् इत्युक्ते परसूत्रमस्ति तत्र परसूत्रमस्ति तर्हि तस्य बलम् अधिकं भवति इति इन् इन् धातोः कार्यमस्ति खलु तर्हि इनो एम् इति कार्यं भवेत् किन्तु तदपि प्रभाद्य सार्वधातुक आर्धयोः इत्यस्य गुणकार्यस्य प्रसक्तिः भवति तर्हि तथा एव यत्र अजादि अपि अस्ति चेत् तथा एव अस्माकम् एतद् एतादृशमेव भवेत् सार्वधातुक आर्धयोः इति गुणकार्यस्य प्रसक्तिः अस्ति प परन्तु अपित् सार्वधातुकमपि इत्यनेन निर्दृत् भवति इति चैतन्येन इत्यस्मात् अतिशुद्ध धातुध्रुवं युवरिलङ्गवत्येन इयङ् आदेशः भवति. किन्तु तत्र इनुयङ् इत्यनेन यणः प्राप्तिः इति अस्ति. किमित्युक्ते पुनः पश्यामः चेत् सूत्रत्रयस्य प्रसक्तिः अत्रापि वर्तते. त्रीणि सूत्राणि अतिष्णुधातुध्रुवं युवरिवङ्गौ इनोयन् सार्वधातुकार्धातकयोः इति त्रीणि सूत्राणि सन्ति. तत्र तु सार्वधातुकार्धातकयोः इत्यस्य कार्यं न भवति. किमर्थम् इति चेत् इत्यनेन गुणनिषेधः भवति. तर्हि अधुना सूत्रद्वयस्य प्रसक्तिः अस्ति अचिष्णुधातुभ्रुवाङ्गौ इनोयन् इति. तत्र इनोयन् इति सूत्रस्य बलम् अधिकं भवति. तर्हि अजादि चित् अस्ति चेत् गुणकार्यं भवति सार्वधातुकार्धातकयोः. अजादि अपित् अस्ति चेत् इनोयन् इत्यनेन प्राप्तिः भवति. म्यूट् मध्ये अस्ति इति अहं मन्ये. पुष्पा भगिनी. ओ अस्तु अस्तु महोदय. अस्तु महोदय. पूर्वं पठितं खलु अस्माभिः अचिष्णुधातु. पठामि. अचिष्णुधातु ब्रुवां युवोर्युवङ्गौ स्नु प्रत्ययान्ताङ्गस्य स्वादिगणस्य अङ्गस्य यथा शक्नु चिनु इत्यनयोः इकारान्त उकारान्त धातुरूपि अङ्गस्य भ्रू प्रातिपदिकं पदिकस्य च येषां भ्रूप्रातिपदिकस्य च येषाम् इकारम् इकारस्य उकारस्य स्थाने क्रमेण इं भूयं वन् च आदेशः भवति अजादि प्रत्यये परे. अनुवृत्तिसहितसूत्रं युवो ष्णु धातु ब्रुवाम् अङ्गानां यङ् युवङ्गौ अचि. तत्तु यः वः न यः वः ष्णु ष्णु धातु ब्रुवाम् भगिनी कुत्र पठति? अत्र अनुवृत्तिसहितसूत्रम् अन्तिमवाक्यं युवा ष्णु धातु ब्रुवाम् अङ्गानां यङ् युवङ्गौ अचि. तदे म्यूट् कुर्वन्ति वा? किञ्चित् ध्वनिः अस्ति. पृष्ठतु स्पीकर् फोन् मास्तु. तर्हि भगिनी कथम् एतत् सूत्रं कार्यं केन कारणेन एतस्य सूत्रस्य कार्यं भवति? श्नु प्रत्ययान्तङ्गस्य अधुना अस्माकं यत्र अस्माकं युङ् इति धातुः अस्ति खलु अत्र एकनिमिषं म्यूट् करिष्यामि. भगिनी स्टार्ट् नोदयित्वा आगच्छतु. अहं अस्तु पुष्पभगिनी स्टार्टिक् अस्तु अस्तु भगिनि. तर्हि किमर्थम् एतत् सूत्रं कार्यं करोति? अत्र श्नु प्रत्ययान्तमस्ति वा इति दातुः नास्ति. श्नु नास्ति. इकारान्त उकारान्तरूपी धातुरूपी अस्ति. इकारान्तरूपः अस्ति. इकारस्य स्थाने इयङ् आयाति आदेशः. अजादिप्रत्ययपरे धन्यवादः. हेमा भगिनि. आं भगिनि, अग्रे इणोयण् इति सूत्रः अस्ति. इदं सूत्रं इण् धातोः यण् आदेशः भवति अजादिप्रत्यये परे. अनुवृत्तिसहितसूत्रमस्ति इणः अङ्गस्य यण् अचि. इदं सूत्रं विशिष्टसूत्रमस्ति इण् धातोः कृते. इण् धातोः यणादेशः भवति. इकोयणचि समानरूपीसूत्रं, तत्र तु इ उ ऋ स्थाने यवर् ल आयाति, परन्तु अत्र केवलम् इण् धातोः कृते एव इदं विशिष्टसूत्रम् अस्ति. यत्र इकारस्य स्थाने यणादेशः इत्युक्ते केवलं य एव आगच्छति यदि अजादिप्रत्ययः परे अस्ति चेत्. अग्रे लङ्लकारे आडजादीनां लङि अजादिरू धातुरूपी अङ्गस्य आट् आगमो भवति. प्रथमम् अङ्गकार्यं तदा एव आगमः, सन्धिकार्यं च. आटश्च आडागमात् अचिपरे पूर्वपरयोः वृद्धिरेकादेशो भवति. अत्र लङ्लकारविषये सूत्रद्वयं वृत्तमस्ति. आडजादीनाम् इति सूत्रम् आगच्छति यदि लङ्लकारे धातुः अजादि प्रथमवर्णम् अजादि अच् अस्ति चेत्, अन्यथा यदि हलादिधातुरूपि धातुः अस्ति चेत् तत्र लुङ् लङ् लृङ्षु अडुदातः इति कारणेन अकारः आयाति धातोः प्राक्. अत्र धातोः पूर्वम् आकारः आगच्छति, आगमः. अयमागमः लकारनिमित्तम् अस्ति, अतः प्रथमम् अङ्गकार्यं तदा एव आगमः. हा, इत्युक्ते यत्र परन्तु अन्यत् स्थले आगमः प्रथमम् इति उक्तं किल. लकारस्य स्थाने एव आगमनं भवति, अनन्तरं धातोः अङ्गकार्यं भवति. तर्हि प्रथमम् अङ्गकार्यमिति न, प्रथमम् आगमस्य कार्यं, तदनन्तरं तिङ्निमित्तीकृत्य अङ्गकार्यम्, अनन्तरं यदि मेलनं सन्धिकार्यं भवति चेत् तत्र सन्धिकार्यमपि करणीयम् इति. तदनन्तरं यत्र अजादिधातुरूपी कृते आडजादीनां कार्यं करोति, तत्र आटश्च इति कार्यम् आगत्य वदति, तत्र पूर्वपरयोः स्थाने द्वयोः स्थाने वृद्धिः एकादेशः भवति इति. यदि आटश्च सूत्रः न भवति चेत् तत्र गुणस्य प्रसक्तिः अपि भवति, अतः अत्र आटश्च इति सूत्रेण तत्र वृद्धिर् आदेशः भवतु इति कारणेन इदं सूत्रम् अस्ति इति. श्रूयते वा इदानीम्? अत्र अवधेयं यत् कार्यस्य एकः क्रमः वर्तते, तं क्रमम् आधारीकृत्य प्रक्रिया प्रवर्तनीया. प्रथमं लङि, अडागमः, आडागमः च. द्वितीयं तिङ्निमित्तम् अङ्गकार्यं. तृतीयं लङि, आडागमे सति वृद्धिकार्यं. चतुर्थं तिङ्प्रत्यययोजनं तत्सम्बन्धसन्धिकार्यम्. अत्र लङ्विषये अत्र यानि कार्याणि सन्ति तेषां क्रमः कः इति दत्तमस्ति. अत्र प्रथमं तु अडागमः वा आडागमः वा भवति. यदि अजादिधातुः अस्ति चेत् आडागमः, हलादि अस्ति चेत् अडागमः. अनन्तरं तिं निमित्तम् अङ्गकार्यं भवति, इत्युक्ते अत्र अङ्गस्य किमपि परिवर्तनं, धातोः किमपि परिवर्तनं भवति वा न इति भवति. अनन्तरं अत्र पुनः आडागमः पूर्वमेव भवति चेत् इदानीं आडागम विषये अत्र वृद्धिकार्यं भवति, तत् कार्यं करणीयम्। अनन्तरं अङ्गतिङ् प्रत्यययोजना भवति, किमपि सन्धिकार्यं भवति चेत् तत् करणीयं तदा। अतः क्रमः प्रथमम् अडागमः वा आडागमः, अनन्तरं तिङ्निमित्तम् अङ्गकार्यम्, अत्र अङ्गस्य किमपि परिवर्तनं भवति, अनन्तरं वृद्धिकार्यम्, आडागम आडागमः अस्ति चेत् वृद्धिकार्यं, तदनन्तरम् अङ्गतिङ् प्रत्यययोजनं, सन्धिकार्यं यदि किमपि भवति चेत्, अथवा वर्णमेलनं। तर्हि लट्लकाररूपाणि इन् इन् धातोः खलु भगिनि? इन् अत्र लटि इन् योगः ति अस्ति, अत्र इ योगः ति, ति हलादि पित् प्रत्ययः, अतः अत्र सार्वधातुकार्धधातुकयोः इत्यनेन गुणप्रसक्तिः कार्यमपि भवति, अतः इकारस्य गुणः भूत्वा ए भवति, एति इति रूपं निष्पन्नम्। अनन्तरम् अत्र ई योगः तः, तः तु हलादि अपित् अस्ति, अतः सार्वधातुकार्धधातुकयोः अपित्वात् सार्वधातुकमपित् नित्वत् निति च इत्यनेन गुणनिषेधः, अत्र केवलं वर्णमेलनमेव। इतः ई योगः अन्ति, इदानीम् अत्र अन्ति इति अजादि अपित् अस्ति, अजादि अपित्वात् अत्र प्रथमं एकनिमिषः भगिनि, अजादि अपित्वात् अत्र प्रायः प्रथमं युको यणचि तं प्रबा तत्प्रबाध्य सार्वधातुक आर्धधातुकयोः, अनन्तरं सार्वधातुकमपि निति च इत्यनेन गुणनिषेधः। इदानीमत्र अतिष्णु धातुभ्रुवां युवर्यङ्गुवङ्गौ इत्यस्य प्रसक्तिः अस्ति, परन्तु अत्र इणो येन् इति बाधकसूत्रमस्ति तस्य, अतः अत्र इन् धातोः अत्र इन् अङ्गस्य यन् अचिपरे, अतः यकारः आगच्छति, या योगः अन्ति, यान्ति इति रूपं निष्पन्नं भवति भगिनि। यन्ति एवं भगिनि, क्षम्यताम्, अत्र अन्ति, अत्र यकारः एव आगच्छति, अतः केवलं वर्णमेलनमेव, अत्र यन्ति भवति न तु यान्ति। क्षम्यतां महोदय, अहमपि सम्यक्तया न श्रुतवती, धन्यवादः। बाधकसूत्र नास्ति न इलो यन् इति बाधक अतिष्णुतब्रुवां यो इति सूत्रं प्रबाद्य बाधक इत्युक्ते तद् प्रभाद्य इणो एन् आयाति, अतः महोदय उक्तवान् बाधकसूत्रं तद् प्रभाद्य भाद्य इति तद् बाधक ततः एव आयाति खलु, मध्यमपुरुषे सि अस्ति, तद् हलादि पित् अस्ति, अत्र सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः भवति, ये योगः सि, आदेशप्रत्यययोः इति सूत्रेण षत्वविधिः एषि इति रूपम्, ई योगः तः, तः तु हलादिः अस्ति, अपित् अस्ति, गुणनिषेधः भवति, सार्वधातुकमपि निति च इति सूत्रेण, अतः इतः वर्णमेलनम् एव, तथैव ई योगः थ तदपि हलादि अपि निति च सार्वधातुकमपि निति च इति सूत्रेण गुणनिषेधः इथ इति रूपम्. धन्यवादः. स्टार् फिक्स् करोतु भगिनि. राजी भगिनि पठामि महोदय. अत्र लोटि मध्ये ई धातून लटि उत्तमपुरुषः वदनीयं महोदय. लोटि महोदय महोदय लट् लकारे उत्तमपुरुषः वा? ई योगः मी अत्र ई गुणकार्यं भूत्वा ए आयाति. किमर्थं इति गुणकार्यं भवति सार्वधातुक आर्धतको योग कीदृशगतेः इति उच्यते चेत् मि इति अपितस्ति वा अपितत्वापितस्ति वा पित् मि पित् आदः गुणकार्यं भूत्वा ए इति आदेशः ए मि इति रूपम्. अनन्तरं वः इति ई वः अपित्वात् वः हलादि अपित्वात् गुणकार्यं न भवति अधः इव एव रूपम् आगच्छति. अनन्तरं बहुवचने अपि इमः गुणनिषेधत्वं केन सूत्रेण गुणनिषेधं भवति? सार्वधातुकार्थः अपित् निति च इति सूत्रेण सार्वधातुकार्थदासुकमपि अनन्तरं निति च सूत्रेण धन्यवादः. अहं वा लोट्लकारस्य सिद्ध तिङ् प्रत्ययः प्रथमपुरुषे एकवचने तु ई योगः तु कथम् ई भवति नकारः नकारः इत् संज्ञा किल केन सूत्रेण हलन्त्यं हलन्त्यम् इति सूत्रेण नकार इत्संज्ञा भवति तस्य लोपः इत्यनेन लोपः भवति ई एव अवशिष्यते. इकारः योगः तु तु कलादिपित् पित् अस्ति अतः सार्वधातुक आर्धधातुकयोः इत्यनेन गुणकार्यं भवति ई स्थाने ये आयाति ये योगः तु ये तु किल तात् विकल्पेन तात् तात् कलादि अपि अस्ति तुह्योत्तातङ् अन्यतुह्योत्तातङ् आशिष अन्यतरस्याम् इति सूत्रेण ङित्वद् अपित् अस्ति अतः भवति अतः इत्युक्ते निद् समानम् इति अर्थः भवति खलु निद् साक्षात् निद्येव नित्येव किमर्थमित्युक्ते नकारः एव साक्षात् लोपः भवति तत्र. अस्तु भगिनि अतः निति च इति सूत्रेण गुणनिषेधः भवति अतः ई योगः तात् इतात् आगच्छति ईताम् ईतामपि तथैव ई योगः ताम् इताम् ताम् इति अपि आं सर्वदा कलादि अपि अस्ति वदामि तात् इति कस्यापि ध्वनिः दूरवाण्यां ध्वनिः अस्ति, किञ्चित् म्यूट् कुर्वन्तु. अधुना यः प्रतिध्वनिः अपेक्षते पुनः अहं राजभगिनी अन्यत् करोतु. क्षम्यतां भगिनी, क्षम्यतां भगिनी राजभगिनी नूतन आसीत् इति कृत्वा अहं पुनः पुनः माता तावदेव राजभगिनी कार्तिक् महोदय तत् कार्यं न करोति वा? अन्मूट् कर्तुं न शक्नोति इति वदति. अधुना शक्यते वा? अहं शृणोमि. श्रूयते वा? अहमेव शक्नोति श्रूयते वा भगिनि? आम् आम्. हि योगः तां, तामपि कलादि अपि अस्ति, अतः गुणनिषेधः भवति. सार्वधातुक सार्वधातुक अपि इत्यनेन अतः अतः एव अहं पुनः पुनः पृष्टवती. भगिनी नूतन आसीत् यस्मात् अहं पृष्टवती अस्ति, किन्तु समयः अस्ति खलु, नो चेत् कदापि वयं न पश्यामः. अत्र तात् इति साक्षात् तातम् इति अस्ति, तस्य साक्षात् नकारस्य लोपः भवति हलन्त्यम् इत्यनेन, अतः निधीक्ष इत्यनेन साक्षात् तत्र गुणनिषेधः भवति. कृपया म्यूट् कुर्वन्तु सर्वे, कुत्रचित् प्रतिध्वनिः कृपया सर्वे कार्तिक् नोदीत्वा म्यूट् कुर्वन्तु. अत्र ताम् इति पश्यति चेत् ताम् इति पश्यति चेत् ताम् इति आप्तित् अस्ति, तत्र पित्वं नास्ति. अधुनापि अधुनापि प्रतिध्वनिः अस्ति महोदय, किञ्चित् म्यूट् करोतु. कार्तिक् महोदय सर्वे अत्र किम् इत्युक्ते अप्तित् अस्ति खलु, तर्हि अत्र अप्तित् अस्ति. अत्र किं सूत्रम् इत्युक्ते सार्वधातुकम् अपित् इति सूत्रमस्ति, तेन सूत्रेण निद्वद् भवति. अहं तावदेव उक्तवती भगिनि, किन्तु सार्वधातुकमपि इत्यनेन गुणनिषेधः इति इत्यनेन गित्वद् भवति, निद्वद् भवति, अनन्तरं निकीच इत्यनेन गुणनिषेधः गुणनिषेधः भवति. इ योगः तां ताम्, इ योगः अन्तु, अत्र अजादि अपि अस्ति, अतः सार्वधातुकमपि इति सूत्रेण ङित्वद् भवति. इति च इति सूत्रेण गुणनिषेधः. तत्र अचिष्णु अचिष्णु धातुभ्वां युवो धियङ् वोङ् औ इति सूत्रेण प्रसक्तिः अस्ति, परन्तु इदं सूत्र तत् सूत्रं प्रभाद्य युनो एण्ड् आदेशः भवति, अतः इकारस्थाने यकारः आगच्छति. या योगः अन्ति यन्ति इति रूपम्, यन्तु इति रूपं. धन्यवादः महोदय. उक्तवान् पुष्पा भगिनी अग्रिमं वदति वा भगिनि? अत्र सिद्धसिङ्ग् प्रत्ययः हि अस्ति, अत्र अत्र हलादि अपित् अस्ति. केन सूत्रेण हि अपित् अस्ति? अहं तु न जानामि भगिनि. तेर्हि अपिच्छ इति अस्ति सूत्रं, तेर्हि अपिच्छ, तर्हि सकारस्य स्थाने हि आदेशः भूत्वा अस्ति इत्यस्य स्थाने हि आदेशः भवति. यत्र लकारस्य योजनं भवति खलु, तत् निर्माणं भवति, तत्रैव च हि इत्यस्य स्थाने लोट् लकारे हि आदेशः भवति, तत्र अप्सितुम् आरोपितं भवति, साक्षात् आरोपितं भवति, अस्तु. हि हलादि अपित् अस्ति, तत्तु एकनिमिष भगिनि, अत्र हलादि अपित् निति च गुणनिषेधः अस्ति, तत्तु पुनः सार्वधातुकम् अपित् इत्यनेन निर्भर् भवति, अनन्तरं निचीच इत्यनेन निचीच निद्वत् सार्वधातुकम् अपित् अपित् इत्यनेन निद्वत् भवति, निद्वत् भवति, तत् निचीच गुणनिषेधः. तदर्थं योगः हि इहि अस्ति. तत्तु तत्नु हलादि अपित् अस्ति, निर्दति हलादि अपित् नास्ति, नित् साक्षात् नित् तातङ्ग् तदैव किं कार्यं करोति, नितीश इत्यनेन साक्षात् नित् अस्ति, तर्हि नितीश इत्यनेन गुणनिषेधः नित् अस्ति, नितीश इत्यनेन गुणनिषेधः इतात् आगच्छति, तां तु तथैव अस्ति, तां भिन्नकार्यम् तम् इति अपित् प्रत्ययः अस्ति. एकनिमिषं, तम् अस्ति, तम् इति अपित् अपित् अस्ति, अपित् अस्ति, तथैव निति च सार्वधातुकं भगिनी शृणोतु, भगिनी शृणोतु, अपित् अस्ति, तर्हि सार्वधातुकम् अपित् इत्यनेन निद्वद्भवति, निति च इत्यनेन गुणनिषेधः भवति, यत्र अपित् इति अस्ति चेत् तत्र सार्वधातुकम् अपि वदामि, एकवारम् अहं वदामि, सार्वधातुक आर्धधातुकयोः प्रभाद्य किं कार्यं करोति, सार्वधातुकम् अपित् अपित् सार्वधातुक अपित् कार्यं करोति, तत् निद्वत् अस्ति, तथैव निति च गुणनिषेधः अस्ति, तथैव इतम् अस्ति, इतात् तु तथैव अस्ति, समानकार्यं. धन्यवादः. अस्तु भगिनि, अत्र उत्तमपुरुषे आनि आव आम इति सिद्धतिङ् प्रत्ययाः सन्ति, सर्वे अजादि पित् अस्ति, आडुत्तमस्य पिच्च अनेन तत्र सर्वे पित्वत्वं प्राप्नोति. इदानीम् ई योगः आनि अस्ति, पित् कारणेन तत्र गुणकार्यः गुणकार्यं सम्भवति सार्वधातुक आर्धधातुकयोः, अनेन इकारस्य एकारः भवति, तर्हि ए योगः आनि. इदानीम् एकारस्य परे अच्वर्णः अस्ति, अतः एचोयवायावः सूत्रेण अत्र अयादेशः भवति, ए स्थाने ऐ योगः आनि, तर्हि अयानि इति आगच्छति. समानकार्यमस्ति अत्रापि, अयाव अयाम इति आहत्य अयानि अयाव अयाम इति रूपाणि भवन्ति. धन्यवादः भगिनि. अद्य तु एतदेव धातुः अस्ति खलु, तर्हि भवत्याः यत् अपेक्षा आसीत् तत्तु न कर्तुं शक्नुमः, भिन्नभिन्नदातुं. धन्यवादः भगिनि. सुब्रह्मणि महोदय, लङ् लकारः. इदानीं लङ् लकारः अत्र प्रथमम् अत्र विवक्षा लङ् अस्ति, अतः अत्र लुङ् लङ् लृङ् ष्वडु दात्त, परन्तु अत्र धातुः अस्ति इ, अतः आडजादीनामित्यस्य कार्यं भवति. अतः अत्र आयोगः इ योगः प्रथमपुरुष एकवचने प्रत्ययः ता अस्ति, आयोगः इ योगः ता इदानीम् अत्र प्रथमं आरागमस्य अनन्तरम् अत्र अङ्गकार्य तिङ्निमित्तम् अङ्गकार्यं किमपि अस्ति इति द्रक्ष्यामः. ई योगः त अस्ति अत्र, ता तु हलादि पित् अस्ति, अतः सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यम् इकारस्य ए भवति, अतः आयोगः ए योगः त. अनन्तरम् अत्र आडगमस्य कारणात् वृद्धिकार्यम् आयोगः ए अत्र ऐकारः भवति, अयोगः त ऐत् इति रूपं निष्पन्नं भवति. अस्माकं तु प्रथममेव अकार इकारयोः योजनं भवेत् खलु, तथा न तथा न अत्र प्रथमम् आडागमः निमित्त अङ्गकार्यं न न न प्रथमं तु आडागमः आयोगः इ योगः त अनन्तरं तिङ्निमित्त अङ्गकार्यं भगिनि अत्र कार्यं न भवति किमर्थम् अत्र तिङ्निमित्त अङ्गकार्यं अत्र अङ्गकार्यं नास्ति अत्र तु वर्णकार्यम् अस्ति वर्णमेलनमेव प्रथमम् अङ्गकार्यं तदनन्तरमेव आडागमस्य कृते वृद्धिकार्यम् अनन्तरं तिङ् अङ्गतिङ्प्रत्यय योजनं भवति अत्र अतः अत्र ऐट् इति रूपं निष्पन्नं भवति. अनन्तरम् आयोगः इ योगः तां तां हलादि अपेत् सार्वधातुक अर्धधातुकयोः अनन्तरं सार्वधातुकमपित् अपित्वात् नित्वत् क्निति च इत्यनेन अत्र गुणनिषेधः तदर्थमत्र कोऽपि परिवर्तनं न भवति, इ एव तिष्ठति अत्र. अनन्तरम् आयोगः इ अत्र आटश्च इत्यनेन वृद्धिकार्यम् अत्र आ इ पूर्वपरयोः एकः वृद्धिः भवति अत्र ऐ भवति, ऐ योगः ताम् इदानीम् अत्र केवलं वर्णमेलनम् ऐ ताम् इति रूपं निष्पन्नं भवति. अनन्तरम् आयोगः इ योगः अन् अत्र अन् इति अजादि अपित् अस्ति, अतः प्रथमम् इको एणचि तं प्रबाद् तत्प्रबाध्य सार्वधातुक आर्धधातुकयोः अपित्वात् सार्वधातुकमपित् अतः नित्वत् निति च इत्यनेन गुणनिषेधः. अनन्तरम् अत्र अचिष्णुधातुभ्रुवां यो यङ् वङ्गौ इत्यस्य प्रसक्तिः, परन्तु अत्र इणो यन् इति सूत्रं तस्य बाधकसूत्रं भवति, अतः अत्र इकारस्य स्थाने य आगच्छति, आयोगः य योगः अन्. अनन्तरम् अत्र आटस्य इत्यस्य प्रसक्तिः न भवति, किमर्थं चेत् अत्र धातोः अत्र अङ्गं यकारः अस्ति, तत्तु अच् वर्णः न, अतः आयोगः य योगः अन्. इदानीम् अत्र केवलं वर्णमेलनं भूत्वा आयन् इति रूपं भवति. मम संशयः आसीत् प्रायः आयम् इति अग्रे आयाति खलु, तत्र पश्यामः. महोदय अत्र लङ्गस्य शाकटायनस्य एव तस्य कार्यं वक्तव्यं वा? प्रसक्तिः अस्ति किल लिङ्गशाकटायनस्यैव अत्र प्रसक्तिः अस्ति प्रायः लङ्घः शाकटायन अस्तु अस्तु अस्तु सम्यक् दोषः भवति धन्यवादः भगिनि भव्या भगिनि एकः सन्देहः अस्ति मम आडजादीनाम् आटश्च सूत्रद्वयमपि अत्र कार्यं करोति किल आं भगिनि यत्र आडागमः भवति आडागमः तु यत्र अजादिधातुः अस्ति चेत् आडागमः भवति अजादीनाम् इत्यस्ति किल अजादि धातुः अस्ति चेत् आडागमः भवति किन्तु आटश्च कुत्र भवति यत्र यत्र गुणकार्यं भवति तत्र तत्र विद्धिकार्यम् इति तर्हि यत्र गुणकार्यस्य प्रसक्तिः नास्ति तत्र वृद्धिकार्यस्य अपि कार्यं नास्ति खलु अतः यत्र उदाहरणार्थम् आयन् इति अस्ति आयोगः इकारस्य स्थाने यकारः अभवत् इन्दोयन् इति सूत्रेण अधुना तु आकारः योगः यकारः तत्र तु गुणकार्यं नास्ति तर्हि वृद्धिकार्यमपि नास्ति धन्यवादः मम पुनः संशयः अस्ति अत्र आकारः वियोगं भूत्वा अनन्तरम् अम् इति योजयामः नो चेत् प्रकारः योजयामः नो चेत् पूर्वमेव योजयामः इति तत्र किं कार्यं प्रथमम् इति अत्र भगिनि प्रथमं तु अत्र यत्र आयम् इति स्वीकुर्मः चेत् तत्र किं भवति आयोगः वियोगः अम् इति अस्ति तर्हि किं कार्यं किं प्रथमं गुणकार्यं सम्भवति गुणकार्यमेव प्रथमं सम्भवति वा तर्हि आयोगः ए इति भवति आयोगः ए योगः अम् इति भवति अनन्तरं किं नयति इत्यनेन आये इति भवति खलु तर्हि तत्र न न न भगिनि अत्र ये योगः अम् अस्ति खलु इदानीं वायवः न न तत् न भवति इदानीं आयोगः ये तत्र कार्यं भवति एचोयवायावः इत्यस्य अत्र वृद्धिकार्यं भवति खलु भगिनि ऐ भवति अत्र ऐ योगः अम् अनन्तरम् एचोयवायावः अत्र प्रथमं भगिनि आयोगः ईयोगः अम् अत्र इकारस्य गुणः भवति किमर्थं चेत् अत्र अम् इति सार्वधातुक अर्धधातुक अजादिपित् अस्ति सार्वधातुक अर्धधातुकयोः इत्यनेन इकारस्य गुणः भूत्वा एकारः भवति आयोगः ए योगः अम् इदानीं तिङ्निमित्त अङ्गकार्यं तु अभवत् अनन्तरं यत्र गुणकार्यं भवति अथवा वृद्धिकार्यम् इदानीम् एकारस्य गुणः भवति आयोगः ए आटश्च इत्यनेन ऐकारः भवति अय्योगः अम् इदानीम् अत्र एचोयवायावः इति आगत्य अत्र ऐकारस्य स्थाने आय् योगः अम् आयम् इति रूपं निष्पन्नं भवति धन्यवादः महोदय ऐकारस्य स्थाने ऐ कथम् आयाति किं सूत्रम् ऐकारस् ऐ योगः अम् यथा आगच्छति अत्र एचोयवायावः इत्यस्य प्रसक्तिः प्रथमं तु एच् वर्ण एच् प्रत्याहारे वर्णः ऐ अस्ति अच् परे अस्ति अतः एचोयवायावः इत्यस्य प्रसक्तिः अत्र एचः स्थाने अत्र ऐ अस्ति खलु ऐ स्थाने आय् आगच्छति आय् योगः अम् आयम् एचोयवायावः इति सूत्रमस्ति भगिनि महोदय मम प्रायः अधानि अद्य तत्तु एतो एवायावः न कार्यं न करोति महोदय वदतु किं भगिनि किमर्थं न करोति मम किं न कार्यं न करोति कार्यं न करोति एतो एव तत्तु वदतु किं कार्यं न करोति अहं न जानामि अत्र एनोयन् अत्र एनोयन् नास्ति भगिनि किमर्थम् इत्युक्ते अत्र चित्वमस्ति खलु अम् इति चित् प्रत्ययः अस्ति भगिनी यत् वदति तत्तु आयान् इत्यस्य स्थाने यत् कार्यम् आसीत् तत् वदति अत्र तु तित् अम् इति यत्र तित्त्वम् अस्ति सारदातुकारदातुकयोः इत्यस्य एव कार्यं भवति खलु अस्तु भगिनि धन्यवादः रामप्रिया भगिनि आम् आं भगिनि मध्यमपुरुष एकवचनं अत्र तु सकारः सकारः हलादि अस्ति पित् अपि अस्ति अतः गुणकार्यं भवति सार्वधातुक अर्धधातुकयोः इति सूत्रेण प्रथमम् आडजादीनाम् इति सूत्रेण आकारः आगच्छति आकारः योगः इकारः योगः सकारः गुणं भूत्वा आकारः एकारः सकारः आटश्च इति सूत्रेण वृद्धिः भवति आकारः ऐकारः सकारः अत्र ससजुषोरुः इत्यनेन रुत्वं करवसानयोर्विसर्जनीयः इति विसर्गं विसर्गं भवति ऐः इति रूपम् मध्यमपुरुष द्विवचने ईयोगः तं तत्तु हलादि अपित् अस्ति अपित् कारणात् गुणनिषेधः सार्वधातुकमपि निति च इति सूत्रेण आडजादीनाम् इति सूत्रेण प्रथमम् आकारः आकारः योगः इकारः योगः तं गुणः तु न भवति वृद्धिः भवति आटश्च इति सूत्रेण ऐकारः योगः तम् एतं क्षम्यताम् ऐत्तं तथैव कार्यं बहुवचने अपि ईयोगः त फलादि अपि तस्ति आडजादीनाम् आटश्च वृद्धिकार्यं भूत्वा ऐत्त उत्तमपुरुष एकवचनं अं सिद्धतिङ् तिङ्प्रत्ययः ईयोगः अं पूर्वम् आडजादीनाम् इति सूत्रेण आडश्च आगमः भवति सः आयोगः ईयोगः अम् आयोगः इकारस्य स्थाने एव आटश्च इति इकारस्य स्थाने गुणं भूत्वा एकारः आगच्छति एकारः तदनन्तरम् आट् आगम आटश्च इति सूत्रेण आट् आगमः भवति अतः आकारः योगः एकारः वृद्धि एकारस्य वृद्धिः भवति लकारस्य निमित्तम् अस्ति आकारः प्रथममेव लकारेण एव यत्र लङ् लकारः इति अस्ति तत्र एव आकारः आयाति इति महोदयेन ह्यः तर्हि आकारः योगः ई योगः अम् इति आकारः योगः ई योगः लङ् गुणं भवति किल एकारः आगच्छति तदनन्तरम् आटश्च इत्यनेन वृद्धिः भवति आयोगः ऐ योगः अम् अत्र मम चिन्तनमस्ति वृद्धिः इति यत्र वदामः तत्र इकवर्णस्य एव गुण इको गुणवृद्धिः इति सूत्रमस्ति तर्हि वृद्धिः इति कार्यं यत्र इक् वर्णेषु एकः वर्णः अन्यतमः वर्णः अस्ति चेत् एव वृद्धिकार्यं वा गुणकार्यं वा भवति अत्र तु आयोगः ए इत्यस्य ऐकारः केवलं वर्णनिमित्तिकं कार्यमस्ति यत्र किं कृतमस्ति वृद्धिकार्यम् इति क्षम्यतां वृद्धि वर्णनिमित्तिकवृद्धिसूत्रमस्ति आतक्षेत्येन ऐकारः योगः अम् तत्र एचो एव कार्यं करोति वा आम् अहं चिन्तयामि एचो एव कार्यं भूत्वा ऐ भवति तत्र ऐ भवति अयोगः अम् इति रूपम् आयाति इति अहं मन्ये आयम् आं भगिनि आयाति उत्तमपुरुष द्विवचने वकारः सिद्ध तिङ् प्रत्ययः तत्र अपि आडजातीनां कार्यं करोति हलादि अपित् अस्ति अतः तत्र सार्धधातुकम् अपित् सार्वधातुकम् अपित् अपित् इति च इत्यनेन गुणनिषेधः भवति आयोगः इ ऐकारः भवति अयोगः वा ऐव तथैव मकारः अपि ऐव महोदय तत्र आहत्य भवती यत् वदति तत्र आयोगः इकारस्य गुणः भूत्वा एकारः यद् आगच्छति तत्र आटश्च इति सूत्रं कार्यं न करोति इति वा इति मम चिन्तनं सूत्रेण न तत्र अस्माकं वृद्धि वर्णनिमित्तं वृद्धिसूत्रम् अन्यत् अस्ति खलु वृद्धिरेचि वृद्धिरेचि आं वृद्धिरेचि इत्यनेन न भवेत् न भवेत् न वृद्धिरेचि एव कार्यं करोति तत्र किल इति मम चिन्तनं परन्तु आटश्च सूत्रं वदति आटः आयोगः इ इति आसीत् चेत् तत्र गुणकार्यं भवेत् गुणं प्रभाति आटश्च इत्यनेन वृद्धिः भवति तत्र सम्यक् अस्ति आटशैली यत्र आयोगः ए इति अस्ति तत्र तु केवलं वृद्धिरेचि एव पर्याप्तं खलु आटश इति भवति परन्तु आटश्च सूत्रे तु अचि परे एव अस्ति परन्तु फलितार्थः इक् इति अर्थं वा अर्थः वा इकारः उकारः ऋकारः यथा ऐक्षत् ऐच्छत् औखत् न न प्रायः मम दोषः इति मन्ये अत्र महोदयेन अत्र लिखितम् आटश इति सूत्रम् आडगमात् आगमात् अचिपरे पूर्वपरयोः इति एव अस्ति तत्र तु इकारस्य स्थाने इति किमपि न उक्तमस्ति नास्ति अत्र पुष्पामहोदयस्य पुस्तके अपि एवमेव अस्ति आटः परो यः अच् अचि च पूर्वो य आट् तयोः पूर्वपरयोः आडचोः स्थाने वृद्धिः भवति तर्हि तत्र उदाहरणानि सन्ति आयोगः ईक्षत ऐक्षत आयोगः इच्छत् ऐच्छत् आयोगः उखत् औखत् आयोगः ऋच्छत् आर्च्छत् इति अत्र आद्गुणः अत्र तु किन्तु आम् प्रभाग्य नास्तं भवति किन्तु अत्र तु आयोगः ऐ इत्यस्य उदाहरणं न दत्तं तथैव अहं पृच्छामि अत्र केवलम् अत्र वृद्धिरेचि एव कार्यं करोति यत्र यत्र गुणस्य प्रसक्तिः अस्ति तत्रैव वृद्धिः भवति इति चिन्तयामः भगिनि ममपि तत्र संशयः किं सूत्रं कार्यं करोति तदेव भवती तत्र तथैव उक्तवती तदानीम् अहं दृष्टवती अत्र आद्गुणः न कार्यं इत्युक्ते तत्र केवलम् आद्गुणस्य प्रसक्तिः अस्ति इति तर्हि एकादस्य यथा अवगमनस्य एव महोदय वदति चेत् भवती यत् उक्तवती सत्यमिति भाति तस्य क्रमः अस्ति तदुना महोदय मण्यं मणि महोदय वदतु महोदय महोदय विधिलिङ्गे या ज्ञातं ज्ञात इति रूपं न सर्वे हलाति अपित् अतः ई योगः यात् इयात् अनन्तरं इयातां इयुः इति एव रूपं भवति. मध्यमपुरुषे अपि इयाः इयाः इयातं इयात इति अनन्तरं मध्यमपुरुषे अपि इयां इयाव इयाम इति रूपम् आगच्छति. भगिनी अत्र पुष्पा दीक्षिता महोदयाः महोदयायाः पुस्तके अत्र पदादिगणविषये अत्र एकम् उदाहरणम् अस्ति. अत्र अधियोगः आयोगः ईयोगः अत अत्र पृष्ठसङ्ख्या अस्ति त्रिषट्यधिकशततमे पुटे अस्ति भगिनी अत्र 160 पुटे भगिनि 163 अत्र लङ्लकारे अस्ति खलु भगिनि अत्र लङ्लकारे आडजातीनाम् इत्याङ् इत्याडागमे चत्वारः खण्डः अत्र दत्तमस्ति खलु अत्र अनन्तरम् आटश्चेति वृद्धिः अधियोगः योगः अत्र आयोगः इकारः अस्ति महोदय अस्माकं संशयः एकारः अस्ति. क्षम्यतां भगिनि अत्र अहं चिन्तयामि अत्र एकारः अस्ति इति चिन्तितवान् क्षम्यतां. धन्यवादः पुष्पा भगिनी करपत्रं पठति महोदयेन आडजातीनाम् आतर्षति सूत्रयोः अत्र विवरणं दत्तम् प्रथमवाक्यम् अनन्तरम् अनुवृत्तिसहितसूत्र भगिनि अहम् एकम् अत्र अष्टाध्यायी पश्यामि अष्टाध्यायी .com इति अस्ति अत्र उदाहरणमेकं दत्तमस्ति नदीयोगः आत् योगः ए इति दत्तमस्ति तत्र आत् योगः ए आतश्च इत्यनेन एव वृद्धिः भवति वृद्धिरेचि इत्यनेन न इति उक्तम् नमस्ते पुष्पमहोदयाः अहं सर्वान् वदामि भगिनी हेमा भगिनी अस्ति खलु हेमा भगिनी सुब्रह्मण्य महोदय अधुना एव वयं चर्चां कृतवन्तः अत्र अष्टाध्यायी .com इति अस्ति तत्र पश्यामि तत्र आत् योगः ए इति अत्र भवति तत्र आतश्च इत्यनेन एव वृद्धिः भवति वृद्धिरिच इत्यनेन न इति उक्तं भगिनी एक पूर्वकरपत्रम् अस्ति महोदयस्य तिङ् यदा वयं सिद्धतिङ् प्रत्ययः निर्माणं तत्र महोदयः देयं यत् उपरितन उदाहरणे एद् धातोः आदौ एकारः अस्ति अतः आयोगः ये ऐ इति वृद्धिः तु भवति एव परन्तु धातुः इकारादि या उकारादि वा चेत् आयोगः ई आयोगः गुणः भवति स्म. एतदर्थम् आटश्च इत्यनेन वृद्धिः भवति न तु गुणः इति अस्ति अत्र. तद्विषये नास्ति इकारः अस्ति अत्र अष्टाध्याय्याम् उक्तमस्ति भगिनि अत्र अष्टाध्यायी .com अत्र अस्ति अत्र उक्तमस्ति अत्र आत् योगः ए इति अस्ति ऐकारः भवति आत् योगः ए इत्यस्य अस्मिन् उदाहरणे वृद्धिरेचि इत्यनेन प्राप्तं वृद्धिः वृद्धि एकदेशं बाधित्वा अपवादरूपेण अत्र पुनः वृद्धि एकादेश एव भवति, किन्तु सूत्रम् आकर्षयति सूत्रेण एव इति उक्तमस्ति. यत्र आटस्ति चेत् तथैव वृद्धिरेशे इति केवलं वर्णनिमित्तम् आटस्यति पृथक्तया अस्ति खलु विशेषसूत्रम् अपवादविशेषसूत्रम् आटश्च विशेषसूत्रम् अतः धन्यवादः भगिनी पठति वा आटजातीनाम् महोदय वदतु ऐ तु ईकारः अस्ति अन्ते ईकारः अस्ति एकारः तत्तु तथैव इकारस्य गुणकार्यं करोति किमर्थं किमपि अस्तु अडाजादीनां लङ् लुङ् लङ् लृङ् च परे चेत् आजादिधातुरूपी अङ्गस्य आट् आगमो भवति स च अदागमः उदात्तसंज्ञकः उदात्तसंज्ञकः आद्यन्तौ टकितौ इत्यनेन अङ्गात् प्राक् आयाति आद्यन्तौ टकितौ पूर्वमेव दृष्टवन्तः आजादीनाम् अङ्गस्य आट् उदात्तः लुङ् लङ् लृङ्षु आं भगिनि अवगच्छति वा किम् इत्युक्ते यत्र लुङ् लकारः वा लङ् लकारः वा लृङ् लकारः अस्ति चेत् परे अस्ति चेत् अजादिरूपी अङ्गस्य आटागमः भवति अडागमः आड् अजादीनाम् आम् आड् अजादीनाम् इति लुङ् लङ् लृङ्षु अदातः इत्यस्य अपवादसूत्रम् पठामि आटश्च आडागमात् अचिपरे पूर्वपरयोः वृद्धिरेकादेशो भवति आटः पञ्चम्यन्तः च अव्ययपदं द्विपदमिदं सूत्रम् इको एणचि अत्र अनुवृत्तिसहितसूत्रम् आटः च अचि पूर्वपरयोः एकः वृद्धिः संहितायाम् आटः अचि पूर्वपरयोः तत्तु अचि पूर्व अस्ति या परयोः अस्ति एका वृद्धिः भवति. आम् धन्यवादः. भगिनि आहत्य अत्र अन्ते किं क्षम्यता अहं सर्वं किञ्चित् भ्रमः अधुना भवति इति मन्ये मया कृता क्षम्यतां भगिनि भ्रमः कृतः क्षम्यतां. तर्हि आहत्य इति इत्युक्ते यत्र आत् इति अभवत् परे इकारः वा एकारः वा भवतु आतश्य इति सूत्रेण एव वृद्धिः भवति. अस्तु भगिनि तर्हि अग्रे पठामि वा. आम् आम् क्षम्यतां भगिनि अहं बहु न वयं उत्तम उत्तममेव किल बुद्धितीक्ष्णं भवति. न मम तु अर्धघण्टा यावत् मम मनसि एतत् यदा भवन्तः अन्यत् चर्चां कुर्वन्तः स्मः तस्मिन् समये मम मनसि एतदेव पुनः पुनः उत्पन्नः तर्हि सम्यगेव भवति इति. अत्र कुत्र स्मः भगिनि इदानीं प्रश्नः उदेति वा. अत्र प्रश्नः उदेति लुङ् लङ् लृङ्षु अडुदातः आडजादीनाम् अपि अङ्गकार्यम् इणोयन् अपि अङ्गकार्यम् इणोयन् परसूत्रम् अतः किमर्थं न विप्रतिषेधे परं कार्यम् इत्यनेन इणोयन् परत्वात् प्रथमं स्यात् ईयोगः अन् इणोयण् इत्यनेन यणादेशः भूत्वा य यकारः योगः अन् अधुना धातुः हलादिः अतः लुङ् लङ् लृङ्क्षु अडुदातः इत्यनेन अडागमो न तु आडागमः तदा रूपम् अयन् स्यात् न तु आयन् किमर्थम् एवं न भवति इति अत्र प्रश्नः एवम् अस्ति प्रथमं कस्य कार्यं भवेत् इति यदि वयं परसूत्रम् इति पश्यामः चेत् इणोयण् परसूत्रमस्ति तर्हि इणोयण् प्रथमं कार्यं करोति चेत् तत्र इकार अन् इकारयोगः अन् स्थाने इकारस्य स्थाने यण् आयाति यकारः आगच्छति तर्हि यकारः योगः अन् यन् इति भवति तदनन्तरं यदि आडागमः आगच्छति चेत् धातुः इदानीम् अजादिः नास्ति हलादिः भवति इति कारणेन तत्र तत्र लुङ् लङ् लृङ्क्षु अडुदातः एव कार्यं करोति न तु आडजादीनाम् अतः अ आगत्य तत्र अयन् इति रूपः भवति इति किमर्थं न इति मनसि प्रश्नः आगच्छति इति तस्य समाधानमपि अग्रे दत्तमस्ति. अत्र वार्ता एवं यत् लावस्थायाम् एव अट् आट् भवति अतः आगमो प्रथमं कार्यं लकारस्य एव आगमः अयं लुङ् लङ् लृङ्क्षु अडागमः आडागमः च भवतः अतः निमित्तं लकारः एव इति कारणतः इदं कार्यं प्रथमम् अनन्तरं लकारस्य स्थाने तिङ् प्रत्ययादेशो भवति तिङ्निमित्तकं कार्यं च इणो यन् इत्यनेन इन् धातोः यण् आदेशः भवति अजादिप्रत्यये परे इदं कार्यं प्रत्ययनिमित्तं किन्तु लुङ् लङ् लृङ् लृङ्क्षुडात् लुङ् लङ् लृङ्क्ष्वडुदात्तः आडजादीनां चेत्यनयोः कार्यं लकारनिमित्तम् अतः सर्वप्रथमं लकारनिमित्तकः आगमः. अत्र सारांशः अस्ति प्रश्नः पूर्वं पठितवन्तः अत्र कस्य कार्यं प्रथमं भवति इति आडागमस्य अडागमस्य वा इणोयन् इत्यस्य वा इति प्रश्नः परन्तु अत्र इदानीं समाधानमस्ति अत्र आडागमस्य तु अडागमस्य वा आडागमस्य वा तु अत्र लकारनिमित्तिककार्यमस्ति इणोयन् तु अङ्गनिमित्तक कार्यमस्ति अतः लकारनिमित्तिककार्यमेव प्रथमं भवति इति इति अत्र सारांशरूपेण भगिनि आं भगिनि एतत् दृष्ट्वा अपि पुनः शङ्का आगच्छेत् यत् अस्तु आगमः लावस्थायां भवतु नाम किन्तु आडजादीनाम् इत्यस्य अपेक्षया इणोयण् परसूत्रम् अतः तस्य कार्यं प्रथमं स्यात् अत्र कश्चन अतीव महत्त्वपूर्णसिद्धान्तः आयाति अनयोः द्वयोः मध्ये कोऽपि बाध्यबाधकभावो नास्ति विप्रतिषेधे परं कार्यं कदा कार्यं करोति समानकाले समानस्थले यदा द्वयोः सूत्रयोः मध्ये तुल्यबलविरोधः भवति तदानीं विप्रतिषेधे परं कार्यम् इति सूत्रस्य प्रसङ्गः एकस्मिन् स्थले एकस्मिन् समये द्वयोः सूत्रयोः विरोधः आडजादीनाम् इणोयन् इत्यनयोः कार्यकालः समानः कार्यस्थलमपि समानो न अतः द्वयोः विरोधो नास्ति एव अनेन कारणेन किं पूर्वसूत्रं किं परसूत्रम् इति वार्ता न एव आयाति आडजादीनाम् इतिलावस्थायाम् इणोयन् इति तिङ् अवस्थायां कालः भिन्नः आडजादीनां च प्रथमम् अनन्तरं पुनः एकं शङ्का आगच्छति एका शङ्का आगच्छति आडजादीनाम् इणो यण् इति द्वयोः सूत्रयोः मध्ये किं प्रथमम् आगच्छति इति इणो यण् परसूत्रम् अतः तस्य कार्यं प्रथमं भवति वा इति अत्र प्रश्नः. अत्र तु आडजादीनां इणोयन् मध्ये विप्रतिषेधे परं कार्यं न करोति. किमर्थम् इत्युक्ते तुल्यबलविरोधः नास्ति. कार्यकालः तस्य कार्यक्षेत्रं समानं नास्ति. कार्यस्थलं क्षेत्रं कालः अपि समानः नास्ति. अतः विरोधः एव नास्ति द्वयोः सूत्रयोः मध्ये. अतः पूर्वसूत्रं परसूत्रम् इति किमपि अत्र वार्ता नास्ति. आडजातीनां प्रथमम् आगत्य आकारः आगच्छति. अनन्तरमेव इणोयन् इति तिङ् सम्बन्धविषयम् आगत्य यकारः आगच्छति. एकवारं यदा आगमः आगतः तदा ध्येयं यत् तस्य आगमस्य अनन्तरम् आगमनिमित्तं कार्यं यथा आटश्च साक्षात् भवेत् इति नास्ति. केवलम् आगमः भवति तदा सूत्रबलात् अग्रे कार्यस्य क्रमः भवतु. आटश्च इणो यण् इत्यनयोः मध्ये आटश्च पूर्वसूत्रम् अपि च बहिरङ्गकार्यं न तु अन्तरङ्गं कार्यम्. इणो यण् परसूत्रं तस्य कार्यं च अन्तरङ्गम्. अतः द्वयोः मध्ये इणो यण् प्रथमं तदा एव आटश्च अभविष्यत्. किन्तु तदानीं प्रसङ्गो नास्ति एव आगमोत्तरस्य अचः अभावात् इत्युक्ते एकवारं यदा आगमः आगतः तस्य तस्य आगमस्य अनन्तरं आटश्च इति आगमन निमित्तं कार्यं तु आटश्च साक्षात् भवेयम् इति नास्ति. केवलम् आगमः भवति सूत्रबलात् कार्यक्रमः अस्ति. आटश्च इणोयण् इत्यनयोः मध्ये आटश्च पूर्वसूत्रं भवति अपि च बहिरङ्गकार्यं न तु अन्तरङ्गं कार्यम्. इणोयण् सूत्रं परसूत्रं तस्य कार्यं च अन्तरङ्गम्. अतः आटश्च इणोयण् द्वयोः मध्ये इणोयण् प्रथम आयाति आटश्च तद् अनन्तरम् आयाति. किन्तु तदानीं प्रसङ्गः नास्ति एव तत् वाक्यम् अहं न मया न अवगतं भगिनि. किन्तु तदानीं इणोयण् आयाति किन्तु अनन्तरं यत्र आयाति अधुना अचः अभावः अभवत् खलु. अचुवर्णस्य अभावः अभवत्. अभावः इत्युक्ते नास्ति एव. यत्र यकारः आयाति आगम आदेशः भवति तस्मिन् समये अचः अभावः भवति खलु. अचुवर्णस्य अभावः भवति तर्हि आकाशेत्यस्य कार्यमेव नास्ति. एतदेव महोदय अपि अधुना स्पष्टीकृतवान्. मां षष्टि सुब्रह्मण्य महोदय स्पष्टीकृतवान्. प्रथमम् आकारः आयाति आडागमः भवति. अनन्तरम् ई योगः यत्र उदाहरणम् आसीत् तकारः इति आसीत् लङ्लकारे. तर्हि महोदय उक्तवान् आदौ आगतम् अधुना कार्यं तु न आयोगः ई इति कार्यम् इति न आवश्यकं. तत्तु आकर्षित् कार्यमस्ति खलु. तत् न भवति. पूर्वं तु प्रथमं सारदातुक आर्तदातुकयोः कार्यं भवति. किमर्थम् इत्युक्ते अधुना आटश इति सूत्रस्य कार्यस्य प्रसक्तिः अस्ति. कार्यं भवेत् नो चेत् सारुदातुक आर्धातुको इत्यपि कार्यस्य प्रसक्तिः अस्ति. सार्वधातुकार्धधातुकयोः इति परसूत्रमस्ति, अतः तस्य कार्यं बलवत् भूत्वा आदौ आयाति इति महोदय अधुना भगिनी आमां तत् समानकार्यमस्ति खलु कार्यम् अन्तरङ्गकार्यं चिन्तयतु इति तत् सर्वं विस्मृतम् अत्र इन्वोयन् इति यत्र यत्र अन्तरङ्गमस्ति इत्युक्ते तत्र स्पेशियल् मोड् मध्ये पश्यामः चेत् इनोयन् यत् इक् वर्णस्य स्थाने यण् वर्णः आदेशः इन् धातोः स्थाने यकारः आदेशः भवति अचिपरे इति अस्ति, किन्तु आतश्य इति वदति तत्तु स्पेशल् डेन्सिन् मध्ये तत्तु बहिः अस्ति इति बहिरङ्गम् इत्युक्ते ई योगः अच् वर्णः, अत्र तु आयोगः ई योगः अच् तर्हि अन्तरङ्गम् इति अत्र पूर्वसूत्रं नास्ति परसूत्रमस्ति तत्र आतश्च परसूत्रं सत्यं तत्र दोषः आतश्च इति पूर्वसूत्रमेव खलु 6-1 इति अस्ति आम् आं भगिनि अत्र न अन्यत् स्थले तर्हि मणिमहोदय पूरयति वा महोदय आहत्य ई योगः लङ्लकारः आडजादीनाम् इत्यनेन आडगमाः आयोग ई योग लङ् तिङ् आदेशः च प्रथमपुरुषस्य बहुवचने सिद्धतिङ् प्रत्ययः अन् आयोगः ई योग अन् इनोयन् इत्यनेन यनादेशः आ ई अन् आटश्च इत्यस्य अधुना प्रसङ्गे नास्ति आयन् इति रूपम्। अत्र आटजाति बहिरङ्गसूत्रं दन् इनोयन् अन्तरङ्गसूत्रम् इति उक्तं पूर्वम् उक्तम्, अतः अजाति अपित्वात् इनोयन् सूत्रमेव प्रसक्तिः अस्ति इति उक्तम् इति अत्र, अतः आ योग इ योग इन् नास्ति आयन् आटदादि नाट् बलवत् अत्र अन्तरङ्गसूत्र इनोयन् बलवत्वात् आयन् इति रूपम् ई स्थाने या आदेशः भवति पूर्वमेव, सो आयन् इति रूपं प्राप्तम्। महोदय पाठस्य वृद्धिस्य नास्ति अत्र अस्तु भगिनि समापयामः, धन्यवादः भगिनि, शुभरात्रिः, धन्यवादः, शुभरात्रिः, शुभरात्रिः।